अस्तु, तर्हि अस्माकं हलन्तशब्दानाम् अध्ययनं प्रवर्तमानमस्ति। तत्र एतावता अस्माभिः प्रायशः सर्वे प्रमुखहलन्तशब्दाः अधीताः, तदर्थं किञ्चिदेव अभ्यासं कृत्वा अग्रे सरेम। कोऽपि आगतो वा? सुब्रह्मण्यं महोदय, नमस्कारः। ओके, नमस्कारः महोदय। ओके, तर्हि इदानीं अप्सरस् इति शब्दः अस्ति, मेसचूसेट्स् सुब्रह्मण्यमहोदय तत्र वदति वा, अप्सरस् लिङ्गं किम्? आं महोदय, अप्सरस् सकारान्तस्त्रीलिङ्गशब्दः। अप्सराः, अप्सरसौ, अप्सरसाः, अप्सराः, अप्सरसौ, अप्सरसाः, अप्सरसः, अप्सरसम्, अप्सरसौ, अप्सरसः, अप्सरसा, अप्सरोभ्याम्, अप्सरोभिः, अप्सरसे, अप्सरोभ्याम्, अप्सरोभ्यः, अप्सरसः, अप्सरोभ्याम्, अप्सरोभ्यः, अप्सरसः, अप्सरसोः, अप्सरसाम्, अप्सरसि, अप्सरसोः, अप्सरः सु। अस्तु, बहु समीचीनमस्ति। अस्तु, इदानीं विजिन्यसुब्रह्मण्यं तत्र आशिष् इति शब्दः, आशिष् इति कीदृशशब्दः अस्ति? आं महोदय, आशिष् आशीः आशिषौ कीदृशशब्दः? षकारान्त षकारान्तस्त्रीलिङ्गशब्दः महोदय। अस्तु, आशिष आशीः आशिषौ आशिषः, आशिषम् आशिषौ आशिषः, आशिषा आशीर्भ्याम् आशीर्भिः, आशिषे आशीर्भ्याम् आशीर्भ्यः, आशिषः आशीर्भ्याम् आशीर्भ्यः, आशिषः आशिषोः आशिषाम्, आशिषिः आशिषोः आशिषु। अस्तु, समीचीनमस्ति। तत्र रूपद्वयमस्ति सप्तमी बहुवचने, आशिषु आशिषु, तत्र षकारद्वित्वं भवति, अनन्तरं विसर्गः भवति विकल्पेन, अपि च ह्रस्व इकारः दीर्घिकारः। आशिषु आशिषु इति भेदः अस्ति। अस्तु, निहारिका भगिनी, तत्र धनुशब्दः शकरान्तनपुंसकलिङ्गशब्दः, धनुः धनुषि धनुंषि, धनुः धनुषि धनुंषि, धनुषा धनुर्भ्यां धनुर्भिः, धनुषे धनुर्भ्यां धनुर्भ्यः, धनुषः धनुर्भ्यां धनुर्भ्यः, धनुषः धनुषोः धनुषां, धनुषि धनुषोः धनुषु अथवा धनुषु। बहु समीचीनमस्ति। अस्तु, अग्रे अन्तिमशब्दः सन्ध्या भगिनी, अत्र मनस् इति शब्दं वदति वा? आम्, मनः मनसि शब्दपरिचयः, मनस् इति मनस् सकारान्त सकारान्तनपुंसकलिङ्ग नपुंसकलिङ्गशब्दः। अस्तु, अग्रे। मनः मनसि मनांसि, मनः मनसि मनांसि, मनसा मनोभ्यां मनोभिः, मनसे मनोभ्यां मनोभ्यः, मनः मनोभ्यां मनोभ्यः एकनिमेषः, तत्र किमस्ति, किं पञ्चमी अस्ति वा? हा पञ्चमी एकवचनं किमस्ति? मनसः. अस्तु अस्तु, मनसः अग्रे मनसः मनोभ्यां मनोभ्यः मनसः मनसोः मनसां मनसि नो मनसि मनोभ्यां न न मनसि मनसोः मनसु. अस्तु, बहु सम्यक् अस्ति. अस्माकं अभ्यासः सम्यक् रीत्या जातः इति भाति. अन्य कोऽपि अस्ति वा? श्रीनिवासः. अस्तु, स्वागतं महोदय. नमस्ते. ओके, नमस्कारः. अग्रे सरेम. तर्हि इदानीं शब्दानां अभ्यासः जातः. सर्वेषां नैपुण्यम् अवश्यं तिष्ठेत् अग्रे गत्वा. अतः तस्य अभ्यासः मध्ये मध्ये करणीयः अस्ति. प्रतिदिनम् एकमासं यावत् करोति चेत् न कोऽपि हानिः, न कापि हानिः. नाम तत्र पञ्चनिमेषान् यावत् भवति, तत् किमपि नास्ति खलु. तदर्थं नैपुण्यं स्थास्यति आजीवनम्. अनेन महान् लाभः. अस्तु, इदानीम् अस्माकं कथा अस्ति, तत्र अष्टादशे पुटे अस्ति कथा, तत्र मध्ये अस्ति. अष्टादशपुटस्य अधोभागे मल्लिनाथः तत्र कञ्चित् इति भागम् इति भागः अस्ति. तत्र श्रीनिवासमहोदय तत्र पठति वा? अष्टादशपुटे अधोभागे मल्लिनाथः तत्र कञ्चित् मल्लिनाथः तत्र कञ्चित् यशस्विनं सर्वशास्त्रविदं पण्डितम् उपगत्य आत्मानं शिक्षितुम् अयाचत. तस्य विनयेन सौम्यया वाचा च आकृष्टः सः करुणाद्रमनाः पण्डितः तं स्वगृहं नीत्वा पाठयितुम् आरब्धवान्. प्रतिदिनं भवती भोजने तस्मै किञ्चित् निम्बतैलम् अपि परिवेशयतु. यस्मिन् दिने सः निम्बतैलस्य तिक्तत्वम् अनुभवति तदा मां सूचयतु इति सः पत्नीम् आदिशत्. सा तथैव कृतवती. अध्ययने एव दत्तचित्तः मल्लिनाथः कदापि भोजने रुचिं न लक्षितवान्. अस्तु, उचितं. प्रथमतया विषयः कः? सः बहु पाठयितुं बहु इच्छति, पठितुं बहु इच्छति. किमर्थं? सर्वदा तत्र आसीत् वा? किं महोदय? सर्वदा तथा आसीत् वा? न न, पूर्वतः सः मूर्खः आसीत्, न अपण्डितः आसीत्. तस्य परिहासः कृतवन्तः तस्याः तस्य शिशुरस्य गृहात्. सत्यम्. अतः पत्नी किम् उक्तवती? पत्नी उक्तवती प्रतिदिनं भवती भोजने समये निम्बतैलं दत्तवती. न, सा पत्नी न, सा भिन्ना पत्नी अस्ति. इदानीं मल्लिनाथ महोदयस्य पत्नी किमपि उक्तवती खलु? पत्नी मेसचुसेट्स् सुब्रह्मण्यं महोदय, तत्र भवान् वदतु, अनन्तरं सः अत्र अत्र अग्रे वदतु. मल्लिनाथस्य पत्नी मल्लिनाथं वदति सः निरक्षरः अपण्डितः, तत्कारणात् भवान् अपि भवन्तमपि को किमपि प्रयोजनं नास्ति, यथा पलाशाखिनः पलाश वृक्षस्य पुष्पाणि सन्ति, तथैव भवानपि किमपि प्रयोजनं नास्ति. एतत् श्रुत्वा भवान् लज्जाम् अनुभवति, तथैव चिन्तयति किमपि पण्डितं पार्श्वे गत्वा प्रशिक्षणं नेतुम् इच्छामि इति. तत्कारणात् सः वाराणसी गच्छति. तत्र पण्डितम् उपगत्य शिक्षणार्थम् अयाचति. एकः पण्डितः स्वगृहं सः नाम महोदय वदिष्यति. मम प्रश्नः तदेव आसीत्, नाम पत्नी किं वदति, तत्र तथैव उक्तवती अथवा किञ्चित् नाम निष्प्रयोजनम् अस्ति अथवा किं किम् उक्तवती? निष्प्रयोजनं पत्न्या तया वाच मल्लिनाथजः, पुष्पदर्शनेन तुष्टं पतिं पत्नी उक्तवती आं पलाशकुसुमं मनोहरी एव, पलाशकुसुमं सुन्दरं भवति, परन्तु तस्य प्रयोजनं किमपि नास्ति. किमर्थम् इति तस्य पुष्पस्य गन्धं नास्ति, तत्कारणात् गन्धः नास्ति, तत्कारणात् तस्य प्रयोजनं किमपि नास्ति. तथैव तस्य प्रयोजनमपि किं नास्ति, किमर्थं सः निरक्षरः? महोदय महोदय, अत्र तस्य प्रयोजनं किमपि नास्ति इति किमपि तत्र किमपि इतोपि वक्तव्यमस्ति इति जनाः चिन्तयन्ति. गन्धः नाम प्रयोजनमस्ति खलु, किन्तु प्रयोजनं नास्ति इति निर्गन्धः अस्ति इति कारणेन तत्र जनाः चिन्तयन्ति तत् निष्प्रयोजनमेव, तस्य न किमपि मूल्यम् इति चिन्तयन्ति. अतः नाम तस्य किमपि मूल्यं नास्ति इति न इति न, किन्तु जनानां चिन्तयति तथा न चिन्तयेयुः, तस्य निवारणार्थं तस्य मनसि लज्जात्. अस्तु अस्तु, बहु समीचीनमस्ति. तर्हि श्रीनिवास महोदय, तत्र भवान् यत् पठितवान् इदानीम्. अस्तु महोदय, पण्डित पण्डितः उक्तवान् प्रतिदिनं भवती भोजन पण्डितः उक्तवान् प्रतिदिनं भवती भोजने समये निम्बतैलम् अपि परिवेशयतु. यस्मिन् दिने मल्लिनाथः निम्बतैलस्य तिक्तत्वं सूचयति अनुभवति तदा मां सूचयतु इति उक्तवान्. अस्तु, अपि च किम् अभवत्, लक्षितवान् वा? मल्लिनाथः कदापि न लक्षितवान्. किमर्थं न लक्षितवान्? सः पठनार्थं निमग्नवान्, पाठ्यविषये निमग्नवान्. अस्तु, इदानीं शतपरिचयः, तत्र कञ्चित् यशस्विनं, तत्र यश्वसिनम् इत्यस्य प्रातिपदिकं किम्? यशस्विन् महोदय यशस्विन् नकारान्तपदम् अस्ति नकारान्तपदम् अस्ति तस्य लिङ्गं किं पुंलिङ्गम् अत्र पुल्लिङ्गशब्दः अस्ति वस्तुतः तस्य लिङ्गं नास्ति तत्र तत्र तत्र विशेष्य निघ्नशब्दः इति वदामः विशेष्य निघ्न नाम नाम विशेषस्य आश्रयं स्वीकृत्य तस्य लिङ्गं स्वीकरोति विशेष किं महोदय विशेष निघ्न विशेष्य निघ्नशब्दः निघ्नशब्दः निघ्न विशेष्य निघ्नशब्दः अस्ति यथा सुन्दरः सुन्दरः अपि तथा अस्ति अथवा उन्नतशब्दः तथा अस्ति त्रिषु लिङ्गेषु यः कोऽपि शब्दः त्रिषु लिङ्गेषु भवति अपि च विशेषस्य लिङ्गं यथा तथा तस्य लिङ्गं भवति तत्र विशेष्य निघ्नशब्दः इति वदामः यत्र विशेषणविशेषभावः भवति तर्हि अत्र तथा अस्ति यशस्विन् इति शब्दस्य लिङ्गत्रयं भवति यथा विशेष्यं तर्हि प्रथमाविभक्तौ पुल्लिङ्गे किं भवति निहारिका भगिनी वदतु भगिनी अस्ति वा यशस्विन् यशस्विनौ यशस्विनः प्रथम एकवचने किमस्ति यशस्विन् नकारान्तशब्दः पुल्लिङ्गे भवति जानाति एव तत्र नकारान्त अस्माकम् उदाहरणं किमस्ति कथं करपत्रे नकारान्त पुल्लिङ्गशब्दः गुणिन् हा शब्दत्रयमस्ति आत्मन् आत्मन् राजन् गुणिन् अत्र गुणिन् इव अस्ति आम् आम् यशस्विनी यशस्विनौ एकनिमेषः अत्र एक प्रथमाविभक्तौ एकवचने यथा गुणेन इति अस्य रूपं किं प्रथमाविभक्तौ एकवचने गुणि हा तर्हि अत्र किमस्ति खलु तत्र नकारः न तिष्ठति तत्र गुणिन् गुणि यशस्विन् यशस्वि हा अस्तु तर्हि यशस्वी अस्ति पुल्लिङ्गे पुल्लिङ्गे हा अस्तु विजयसुब्रह्मण्यं महोदय तत्र स्त्रीलिङ्गे किं स्यात् यशस्विनी हा अपि च नपुंसकलिङ्गे न अत्र नपुंसकलिङ्गे यथा अस्माकम् ईकारान्त नपुंसकलिङ्गशब्दः अस्ति यथा वारि यथा वारिशब्दः वारि वारिणि वारीणि ह्रस्वै इकारः भवति तत्र यशस्वि यशस्वि भवति प्रथमाविभक्तौ नपुंसकलिङ्गे हा अत्र पुल्लिङ्गे अस्ति तर्हि श्रीनिवासमहोदय तत्र अत्र किं का विभक्तिः अस्ति यशस्विनौ द्वितीया अस्तु समीचीनम् अग्रे सर्वशास्त्रविदं शास्त्रविद् दकारान्तपुंलिङ्गं दकारान्तपुंलिङ्गशब्दः अत्र अस्तु बहु सम्यक् अस्ति अत्र द्वितीयविभक्तिः अस्ति खलु अनन्तरं आत्मानम् पण्डितम् अपगत्य उपगत्य उपगत्य इति कीदृशशब्दः अस्ति प्रत्ययः समीपे गत्य गत्वा अत्र उपसर्गपूर्वकः गम् धातुः अस्ति ल्यप् प्रत्ययः अस्ति यत्र उपसर्गः अस्ति तत्र उप इति उपसर्गः अस्ति ल्यप् प्रत्ययः अत्र द्वितीयविभक्तिः स्वीकरोति उपगत्य अधिगम्य पण्डितम् उपगत्य आत्मानम् अपि तथा हा समीचीनं द्वितीयविभक्तिः अस्ति. इदानीम् अग्रे विनयेन सौम्यया वाचा तत्र किमस्ति? सौम्यया वाचा तृतीया तृतीया विभक्ति सत्यं सत्यमस्ति. किन्तु अत्र काचित् किञ्चन वैचित्र्यमस्ति. अत्र वाच् शब्दस्य लिङ्गं किम्? नपुंसक वाच् शब्द नपुंसकलिङ्गशब्दः अस्ति वा? अस्माकं करपत्रे अस्ति एव चकारान्तस्त्रीलिङ्गशब्दः वाच. विभक्तिः का? भक्ति तृतीया. अत्र विनयेन विनयेन इति विभक्तिः किं का? तृतीया पुंलिङ्ग. तर्हि अत्र किमस्ति? पूर्वं वयं दृष्टवन्तः यत् यशस्विनम् इति कस्य कस्य विशेषणं कस्यचित् विशेषणमस्ति वा? पण्डितस्य विशेषणम्. अत्र पण्डितः इति अस्य लिङ्गं किं? पुंलिङ्गं. तदाधारेण यशस्विनपि तथा खलु इति वयं. अत्र किमस्ति? अत्र वाचा इति अस्य लिङ्गं किं? स्त्रीलिङ्गं. पुंलिङ्गं. तर्हि अत्र किम् अभवत्? विनयया सौम्यया वाच. सौम्यया अहम् अवगच्छामि महोदय. सौम्यया वाच. सौम्यया तृतीया विभक्ति अस्ति, वाचापि तृतीया विभक्ति अस्ति, स्त्रीलिङ्गशब्दः. विनयेन तस्य विनयेन तद् विशेषनिघ्नशब्दः नास्ति. नियतलिङ्गशब्दः अस्ति. नियतलिङ्गशब्दः अस्ति, न तु विशेषनिघ्नशब्दः अस्ति. नियतलिङ्ग विनयेन सौम्यया वाचा. अत्र अत्र नियतलिङ्गशब्दः अस्ति, तत्र विनयः अपि च सौम्या इति स्त्रीलिङ्गशब्दः अस्ति इति न त्रिषु लिङ्गेषु भवति. सौम्या त्रिषु लिङ्गेषु, तत्र नियतलिङ्गश तत्र किं विशेषनिघ्नशब्दः अस्ति सौम्या. सौम्यशब्द त्रिषु लिङ्गेषु भवति, अत्र स्त्रीलिङ्गे अस्ति तत्र वाच् शब्दस्य कारणेन. किन्तु विनयेन तत्र नियतलिङ्गः, अतः विशेषणमस्ति चेदपि तत्र सर्वदा विशेषनिघ्नशब्दः इति नास्ति इति मनसि भवेत्. कोऽपि प्रश्नः? किं वदति विशेषनिघ्नशब्दः विशेषण? अत्र सौम्यशब्दः विशेष्यनिघ्नशब्दः अस्ति, विनयशब्दः नियतलिङ्गशब्दः अस्ति. नियतलिङ्गशब्दः नाम तस्य लिङ्गपरिवर्तनं न भवति. नियतलिङ्गशब्दः. विनयेन सौम्यया वाच. अस्तु अग्रे. आकृष्टः सः करुणाद्रुमनाः. इदानीं करुणाद्रुमनाः पण्डितः. पण्डितः करुणाद्रुमनाः. तत्र करुणशब्दः अस्ति, करुणा अनन्तरम् आद्रमनाः. तत्र कीदृशशब्दः अस्ति? विशेषणं तु अस्ति. तस्य अर्थः कः? करुणा आद्र मनः. मनः करुणा आद्र करुण्या निमग्ना करुण्या पूरधा कारुण्यम् एव. वस्तुतः शब्दस्य भागत्रयमस्ति खलु, मनस् इति करुणा आर्द्र मनस् इति शब्द भागत्रयमस्ति. अत्र समस्तपदमस्ति, अग्रे गत्वा गभीररूपेण वयं परिशीलिष्यामः तत्र समस्तपदानि. अत्र समस्तपदमस्ति, सामान्यतया चिन्तयन्तु यत् द्वयोः पदयोः मध्ये काचन विभक्तिः लुप्ता जाता, तर्हि करुणार्द्र तत्र का विभक्तिः लुप्ता स्यात्? करुणा आर्द्र आर्द्र तत्र का विभक्तिः मध्ये लुप्ता स्यात्? निहारिका भगिनी उक्तवती, पुनः वदतु. तृतीयविभक्ति लुप्ता अस्ति, नाम करुणया आर्द्रः. करुणया आर्द्रः समीचीनमस्ति. तर्हि इति षष्ठी तत्पुरुषसमासः इति वदामः. करुणया आर्द्रः. अनन्तरं करुणया आर्द्र मनस्. अत्र करुणया आर्द्रं मनस् इति, मनस् इति नपुंसकलिङ्गशब्दः, किन्तु अत्र किमस्ति यत् भागत्रयं मिलित्वा पण्डितशब्दस्य विशेषणं भवति इति कारणेन अत्र लिङ्गपरिवर्तनं भवति. मनस् नपुंसकलिङ्गशब्दः अस्ति, किन्तु अत्र पूर्णतया मिलित्वा शब्दत्रयस्य लिङ्गं जातमस्ति पुल्लिङ्गं. तदर्थं सकारान्तपुल्लिङ्गशब्दः भवति. यथा गते सप्ताहे वयं दृष्टवन्तः, कुत्रचित् सामान्यतया यत्र सकारान्तशब्दः भवति बहुव्रीहिसमासे पुल्लिङ्गशब्दः, तत्र तादृश सकारान्तपुल्लिङ्गशब्दः भवति यत्र एकवचने प्रथमाविभक्तौ आह इति भवति. शब्दद्वयं वयं दृष्टवन्तः गते सप्ताहे खलु. पुंलिङ्गशब्दं शब्दः किं भवति? मनः या मनाः? मनाः गतसप्ताहे वयं दृष्टवन्तः. तत्र एकः शब्दः अस्ति कालार्थे, अनेहस्. अनेहस् इति सकारान्तपुल्लिङ्गशब्दः, प्रथमविभक्तौ अनेहाः, अनेहाः, अनेहसौ, अनेहसः, अनेहसम्, अनेहसौ, अनेहसः, प्रथमविभक्तौ अनेहाः. अत्र तथैव अस्ति, मनसाः. करुणार्द्रमनाः, मनसः इति न क्षम्यतां, मनाः. मनस् इति मनाः. मनाः मनसौ मनसः इति भवति पुल्लिङ्गे. मनः मनसि मनांसि इति नपुंसकलिङ्गे, पुल्लिङ्गे मनाः मनसौ मनसः. तर्हि अनेहाः शब्दस्य शब्दरूप मिलति वा? किं किम् अनेहाः शब्दाः शब्दस्य परिवर्तनम् एकवचने द्विवचने एव मिलति वा? मम समीपे नास्ति अनेहस्य. अनेहस् इति प्रातिपदिकमस्ति, अनेहस् कालार्थे, अनेहस् सकारान्तपुल्लिङ्गशब्दः, अनेहाः, अनेहसौ, अनेहसः इति भवति. अनेहसम्, अनेहसौ, अनेहसः, अनेहसा, अनेहोभ्याम्, अनेहोभिः इति. अग्रे यथा मनसा अस्ति, मनस् शब्दः, मनसा, मनोभ्यां, मनोभिः. अग्रे गत्वा केवलं प्रथमाविभक्तौ द्वितीयविभक्तौ च भेदः. इति अस्ति. इति प्रायः अवशिष्टं सर्वं स्पष्टं स्यात्. कोऽपि यस्मिन् दिने सः विलं निम्बतैलस्य तिक्तत्वं तत्तत्त्व इति प्रत्ययः भावार्थे त्यक्तत्वम् अनुभवते तदा मां सूचयतु इति सः पत्नीम् आदिशत्. आदिशत् इति कीदृशरूपम् अस्ति? हा सन्ध्या भगिनी वदतु. लङ्लकारः तु अस्ति अत्र. दिश् दिश् इति धातुः अस्ति, दिशति, तुजादिगणे अस्ति, दिशति. किन्तु अत्र आ उपसर्गपूर्वकः अस्ति, आदिशति, यथा आदेशः. आदेशः अत्र दिश् इति धातुः अस्ति, आदिशति. तत्र आदिशति यत्र यत्र स्वरः भवति धातोः आरम्भे, यथा अत्र आ इति अस्ति, तत्र लङ्लकारे आ इति एव आगच्छति, आरागमः. अतः आदिशत् यथा अगच्छत्, सामान्यतया अ इति अस्ति खलु, किन्तु आ अस्ति अत्र, आदिशत्. अस्तु, इदानीं तदनन्तरम् अध्ययने एव दत्तचित्तः. दत्तचित्तः तस्य रूपमस्ति दत्तः चित्तः येन सह. दत्तः यतोहि वस्तुतः चित्तम् इति शब्दः पुंसकलिङ्गशब्दः, न क्षम्यताम्, अत्र पुल्लिङ्गशब्दः अस्ति एव. दत्तः चित्तः, दत्तः चित्तः येन सह दत्तचित्तः इति अस्माकम् एवमेव अहं वदामि अग्रे गत्वा. मध्ये मध्ये यत्र समस्तपदानि भवन्ति, नाम संयुक्तपदानि यत्र सन्ति, तेषां विग्रहवाक्यं कथं विभजनं भवति, कथम् अर्थ प्रतिपादनं भवति इति मध्ये मध्ये वदामः, येन अभ्यासः स्यात्. दत्तचित्तः इत्युक्ते दत्तः चित्तः येन सह मलिनात्तः. अस्तु, अर्थः सर्वैः अवगतः वा? अग्रे सरेम. ओके, अस्तु, पद्मा भगिनी अग्रे पठतु कृपया. आम्, मल्लिनाथः महान्तं कालं तत्र यापितवान्. वेदान् उपनिषदः इतरशास्त्राणि च महता परिश्रमेण अधीतवान्. एकदा सः गुरुपत्नीं पृष्टवान्, अम्ब अद्य भोजने कथमपि निम्बतैलं पतितम् अस्ति इति प्रतीयते, कथम् एतत् संज्ञातम् इति सञ्जातम् इति ततः सः भोजनं परिसमाप्य गतवान्. किम् अभवत् अत्र? मल्लिनाथ तत्र महान्तं कालं व्यापिते सर्वशास्त्रम् उपनिषदः साधनं कृतवान्. शास्त्रविद्यां परिसमाप्तेन एकदिनं भोजन रुचिं परिशीलितवान्. तत्र एव निम्बतैलस्य तिक्तत्वं अवगतवान्. गुरुपत्नी तत्र तदापि गुरुपत्नी पृष्टवान् अद्य निम्बतैलस्य अधिकं भोजनेन mm-hmm. निम्बतैलं अधिकं भोजनेन मिलित्वम् आसीत्. समीचीनमस्ति. सम्मिलितम् अथवा वस्तुतः मिलति इति शब्दस्य दुष्प्रयोगः बहुत्र भवति. मिलति अत्र अस्माभिः अवगन्तव्यमस्ति यत् मिल्दातुः तत्र केवलं मेलनार्थे अस्ति. मेलनार्थं नाम जनानां मेलनं. कदा मिलामः, श्वः मिलामः, पुनः मिलामः, तादृशप्रयोगः भवति, न तु यथा वस्तुप्राप्तिः. वस्तुप्राप्तेः अर्थे तत्र मिलति इति प्रयोगः न भवति. इति यथा हिन्दीभाषायां भवति तथा न भवति अत्र अत्र संस्कृतेन. केवलं जनानां मेलनार्थे भवति मिल् धातुः. अत्र स्थापनम् इति वक्तुं शक्नुमः. तत्र निम्बतैलस्थापनं जातम् एतादृशप्रयोगः भवति. अस्तु, अग्रे गत्वा इदानीं वेदान् इत्यस्य का विभक्तिः? पद्मा भगिनी, तत्र वेदान् प्रथमा कथं स्यात्? तत्र कीदृश प्रातिपदिकं किं? वेदः प्रातिपदिकं किम्? प्रातिपदिकं वेद. हा, अकारान्तशब्दः यथा देवशब्दः, वेदशब्दः अस्ति, अकारान्तशब्दः अस्ति. तर्हि वेदान् इत्यस्य का विभक्तिः, किं वचनं? द्वितीय. अत्र अन्य कोऽपि उक्तवान्, अत्र पद्मा भगिनी वदति खलु वेदान् इति. हा, तत्र वचनं किम्? एकवचनं, बहुवचनं. बहुवचनं द्वितीयविभक्तिः खलु. अस्तु, किमर्थं द्वितीयविभक्तौ अस्ति? मल्लिनाथ वेदान् अवगतवान्, अधीतवान्. अधीतवान्, समीचीनम्. अधीतवान् इत्यस्य कर्मपदं वेदान्, अतः द्वितीयविभक्तौ अस्ति. अधीतवान्, किम् अधीतवान्, कम् अधीतवान्? वेदान्. अत्र कान् अधीतवान्? वेदान्. अस्तु, उपनिषदः. उपनिषदः अत्र विभक्तिः अपि च वचनं किम्? बहुवचनं, प्रथम द्वितीया विभक्ति बहुवचनं. तथैव अस्ति. हा, प्रातिपदिकं किम्? उपनिषद्. उपनिषद् अत्र दकारान्त अपि स्यात्. अत्र दकारान्तशब्दः अस्ति, उपनिषद् दकारान्तशब्दः अस्ति, लिङ्गमस्ति स्त्री, स्त्रीलिङ्गशब्दः उपनिषद्. उपनिषद् उपनिषदौ उपनिषदः. इतरशास्त्राणि च महता परिश्रमेण. महता इत्यस्य लिङ्गम् इत्यस्य अस्तु, समीचीनमस्ति. अन्यत् किमपि सर्वं स्पष्टं स्यात् इति मन्ये. ओके, अग्रे सरेम. विजिन्य सुब्रह्मण्यं महोदय, अग्रे पठतु. आमाय, गुरुपत्नी सर्वं वृत्तान्तं पतिं न्यदेवत्. सः नितरां तुष्टः अभवत्. सः मल्लिनाथम् आहूय, वत्स, अद्य तव अध्ययनं समाप्तिं गतम्. वस्तुतः प्रतिदिनमपि तव भोजने निम्बतैलं परिविष्टम्, परन्तु अध्ययने एव दत्तचित्तः त्वं भोजनस्य रुचिम् एव न लक्षितवान् एतावन्ति वर्षाणि. तादृशी अध्ययनमग्नता आसीत् तव. त्वम् अद्य पण्डितः असि. त्वां सर्वे अङ्गीकृ अङ्गीकुर्वन्ति विद्यार्जनाय यशसे च बहवः विद्यार्थिनः त्वाम् उपगमिष्यन्ति इतः परं त्वं स्वगृहं गन्तुम् अर्हसि इति उक्तवान् अस्तु किम् अभवत् निम्बतैलस्य वृत्तान्तः गुरुपत्नी पतिं उक्तवती गुरुः सन्तुष्टः अभवत् गुरु मल्लिनाथस्य उक्तवान् तव ग्रन्थाध्ययनं समाप्तमासीत् प्रतिदिनं एतानि वर्षाणि प्रतिदिनं तव भोजनेन निम्बतैलम् अस्ति परन्तु ग्रन्थाध्ययने निमग्ने त्वं रुचिं न रोचयति लक्षितवान् न दृष्ट्वा कारणम् अध्ययनमग्नम् आसीत् इति अद्य त्वं पण्डितं भवति इतरपण्डिताः सर्वान् सः अङ्गीकृतवान् किन्तु भवतः किञ्चित् नाम अवधानं स्यात् सः अङ्गीकृतवान् सः नाम कः सर्वे पण्डितान् सः एकवचने अस्ति खलु स पुनः वाक्यं वदतु तदेव वाक्यं पुनः वदतु किमपि नास्ति ताः पण्डिता वाक्यं वदतु येन वयम् अवगन्तुं शक्नुयामः वाक्यं सर्वाः पण्डिताः अङ्गीकृतवन्तः अस्तु किन्तु कम् अङ्गीकृतवन्तः मल्लिनाथः अद्य पण्डितः भवति अभवत् इति अङ्गीकृतवन्तः अस्तु किन्तु वाक्यम् इदानीं शुद्धं नास्ति मेसचुसेट्स् सुब्रह्मण्यं महोदय तत्र साहाय्यं करोति वा आं महोदय प्रायः अत्र मल्लिनाथः अद्य पण्डितः अस्ति इति तस्य गुरुः वदति त्वां सर्वे अङ्गीकुर्वन्ति सर्वे पण्डिताः त्वाम् अङ्गीकुर्वन्ति इति अपि किन्तु त्वां तु भवान् साक्षात् न वदति खलु त्वां तु भवान् भवान् बहिः अस्ति खलु भवान् बहिः अस्ति कथायां मध्ये नास्ति अतः त्वां तु न वदति भवान् मल्लिनाथम् अङ्गीकुर्वन्ति सर्वे पण्डिताः मल्लिनाथम् अङ्गीकुर्वन्ति मल्लिनाथं मल्लिनाथः पण्डितः इति अङ्गीकुर्वन्ति समीचीनमस्ति अपि च अत्र पश्यन्तु तत्र विजयसुब्रह्मण्य महोदय तत्र सर्वे इति सर्वनामशब्दः अस्ति न तु साधारण सुबन्तपदमस्ति इति कारणतः अत्र सर्वाः पण्डिताः इति वक्तुं न शक्नुमः. सर्वाः इति शब्दः न भवति, सर्वे पुल्लिङ्गे भवति. सर्वे पण्डिताः मलिनाथम् अथवा तम् अङ्गीकुर्वन्ति इति अस्ति. अस्तु, अनन्तरं विद्याजनाय किम् अस्ति विजयनी महोदय, तत्र वदतु. विद्यार्जनाय यशस्य च बहवः विद्यार्थिनः त्वाम् उपगमिष्यन्ति. निहारिका भगिनी सहायं करोतु. तत्र विद्यार्जनाय यशस्य शब्दः द्वौपि चतुर्थीविभक्तिमध्ये सः नाम मलिनाथाय बहवः विद्यार्थिनः उपगमिष्यन्ति. मलिनाथाय इति चतुर्थी तत्र न भविष्यति. विद्यार्जनाय यशसि. ओ आम्, विद्यार्जनं मलिनाथं बहवः विद्यार्थिनः उपगमिष्यन्ति. अत्र विद्यार्जनशब्दः मलिनाथशब्दस्य विशेषणं नास्ति. विद्यायाः ग्रहणार्थम् इति अर्थः. विद्यार्जनाय इत्युक्ते विद्यायाः ग्रहणार्थं बहवः नाम तत्र गमनस्य प्रयोजनं विद्यार्जनं. बहवः विद्यार्थिनः त्वाम् उपगमिष्यन्ति नाम मलिनाथस्य पार्श्वे बहवः जनाः आगमिष्यन्ति पठनार्थम् इति अर्थः. विद्यार्जनाय तत्र आगच्छति वा सुब्रह्मण्यमहोदयेन? विद्यार्जनाय तत्र विद्यार्जनार्थम् इति अर्थः. बहवः विद्यार्थिनः त्वाम् उपगमिष्यन्ति तव पार्श्वे. यशस् किमर्थं प्रयोगं करोति यशस्य? यशस् इति सकारान्त नपुंसकलिङ्गशब्दः अस्ति. येन ते अपि यशस्विनः स्युः. ते अपि यशस्विनः भवितुम् इच्छन्ति इति उक्तमस्ति. यशसः कृते बुद्धं वा? नाम तादृशार्थः नाम अस्माकं किं चिन्तनमिति यत्किमपि भवतु नाम, किन्तु ते अपि तथा भवितुमर्हन्ति इति लिखितमस्ति. अस्तु, अग्रे सन्ध्या भगिनी, अग्रे पठतु कृपया. भगिनी अस्ति वा? अन्य कोऽपि अस्ति वा मध्ये? अस्तु, किन्तु अन्य कोऽपि अस्ति वा? अहम् अस्मि, श्रीनिवासः. हा, किन्तु मध्ये ध्वनिः अस्तु, बिङ्ग् बिङ्ग् इति एकः ध्वनिः आगतः, न जानामि. महोदय, सहदेव अस्मि. अस्तु, ओके ओके महोदय, स्वागतं महोदय. सदैव महोदय अस्ति. अस्तु, सन्ध्या भगिनी, अग्रे पठतु. आम्, मल्लिनाथः महान्तम् आनन्दम् अनुभूतवान्. सः तस्मै महाज्ञानिने गुरवे दक्षिणां प्रदाय ततः आशिषः च लब्ध्वा प्रति निवृत्तः। ततः सः विविधशास्त्रविदः बहून् विदुषः वादे पराजित्य पारितोषिकाणि प्राप्य श्वशुरगृहं गतवान्। श्यालान् श्वशुरं चापि पराजित्य पत्न्या सह सुखेन जीवनं यापितवान्। अवगच्छति वा? पुनः पठतु वाक्यं, पङ्क्तिशः पश्येम, प्रकृतिकं वाक्यं पठतु। मल्लिनाथः महान्तम् आनन्दम् अनुभूतवान्। अवगच्छति वा? आम्। इति महान्तम् इत्यस्य का विभक्तिः? द्वितीय। महान्तमिति आनन्दम् इति शब्दस्य विशेषणम्। अस्तु, अग्रे। सः तस्मै महाज्ञानिने गुरवे दक्षिणां प्रदाय ततः आशिषः च लब्ध्वा प्रतिनिवृत्तः। अवश्यति वा? सः तस्मै महाज्ञानिने गुरवे दक्षिणां प्रदाय, तावत् तावत् अवगच्छति वा? लघु लघुवाक्यं करोतु। अग्रे अत्र अत्र विशेषणानि सन्ति, विशेषणान् निकाश्य वदतु। सः तस्मै महाज्ञानिने गुरवे इति विशेषणानि, तत्र केवलं वाक्यमस्ति किं? सः गुरवे दक्षिणां दत्तवान् इति तावदेव स्वीकरोतु। सः गुरवे दक्षिणां दत्तवान् इति वाक्यम्। ओके, अवगच्छामि। दक्षिणा इति जानाति खलु? दक्षिणा गुरुः पाठयति, तदर्थं शिष्यः तत्र कृतज्ञः पूर्णः भवति, तदर्थं दक्षिणां ददाति। आम् आम्, इदानीं स्मरामि। इदानीं गुरवे दीयते। हा, तर्हि अत्र गुरवेति गुरवेति का विभक्तिः? चतुर्थी विभक्तिः खलु। तस्मै अपि च महाज्ञानिने गुरुशब्दस्य अत्र विशेषणानि सन्ति। तस्मै कस्मै कस्मै पद्मा भगिनी वदतु, कस्मै? मम गुरु सः गुरुवै गुरोः गुरवे कस्मै गुरवे तस्मै गुरवे कस्मै गुरवे सन्ध्या भगिनी अवगच्छति वा? चतुर्थी विभक्ति नाम मम प्रश्नः अवगतः वा? आं, कस्मै तस्य गुरवे गुरवे महाज्ञानिने महाज्ञानिने इति का विभक्तिः तर्हि? आं, चतुर्थी अपि प्रातिपदिकं महाज्ञानिन् नकारशब्दः अस्ति, यथा गुणिन् गुणिने महाज्ञानिने। स्पष्टमस्ति? स्पष्टं। दक्षिणां प्रदाय ततः आशिषः, अत्र आशिषः च लब्ध्वा प्रतिनिवृत्तः, तत्र आशिषः इत्यस्य वचनं विभक्तिः च बहुवचनं द्वितीयविभक्ति बहु समीचीनमस्ति. बहुवचनं द्वितीयविभक्तिः अस्ति. आशिषः आशिषः च लब्ध्वा प्रतिनिवृत्तः ततः गतवान्. अस्तु अग्रे ततः सः विविधशास्त्रविद्वः बहून् विदुषः वादे पराजित्य पारितोषिकाणि प्राप्य श्वशुरगृहं गतवान्. अवगच्छति वा? आम् आम्. ततः सः विविधशास्त्रविदः बहून् विदुषः वादे पराजित्य विविधशास्त्रविदः. तत्र विभक्तिः वचनं किम्? बहुवचनं किमर्थं द्वितीया अस्ति? कस्य कर्मपदं? कर्मपदं कस्य बहून् मेसचूसेट्स् उपमन्यम तत्र कस्य कर्मपदमस्ति? पराजित्य पराजित्य इत्यस्य पराजयति पराजयः शब्दं जानाति वा सन्ध्या भगिनी? पराजयः पराजयति जय तत्र पराजयति इति to defeat. Jayah, Jayah, Jayah ati shabdam janati kalu Jayah. Parajayah. Okay. Parajayah, parajitya. Vivida shastra vidaha bahun vidushaha. Vidushaha ati se pradipatikam kim? Vidvas. Sakaranti shabdaha. Atra vibhakti hi vachanam kim? तदपि द्वितीया विभक्तिः बहुवचनं बहुवचनं समीचीनमस्ति. अस्तु इदानीं स्पष्टं स्यात्. पारितोषिकाणि प्राप्य श्वशुरगृहं गतवान्. अनन्तरं श्यालान् श्वशुरं चापि पराजित्य पत्न्या सह सुखेन जीवनं यापितवान्. अस्तु तर्हि इदानीं श्रीनिवासमहोदय तत्र भवान् एव वदतु तत्र किम् अभवत्. महोदय किम् अभवत् तत्र? श्यालान् श्वशुरं च अपि पराजित्य पत्न्या सह सुखेन जीवनं यापितवान्. श्यालान् श्वशुरं च अपि द्वितीया बहुवचनं श्यालान् श्वशुरं प्रथम द्वितीया एकवचनं पराजित्य सः श्यालान् श्वशुरं च अपि पराजितवान्. तथा पश्चात् सः पत्न्या सह सुखेन जीवनं यापितवान्. नाम यत्र लज्जा जाता जीवनस्य लज्जायाः कारणमासीत् तत्रैव पराजयः जातः खलु. अस्तु अन्तिमवाक्यं पठतु. गच्छता कालेन सः बहून् ग्रन्थान् रचितवान्. अयमेव मल्लिनाथः कालिदासस्य कृतीनां पञ्चमहाकाव्यानां च टीकाः अरचयत्. गच्छता कालेन सः बहून् ग्रन्थान् रचितवान्. कालक्रमेण सः बहून् ग्रन्थान् रचितवान्. अयमेव मल्लिनाथः कालिदासस्य कृतीनां पञ्चमहाकाव्यानां च टीकाः अर्चयते. ओ, कालिदासस्य कालिदासेन विरचित ग्रन्थानां च टीकाः सः रचितवान् इति कथा सत्यमस्ति. कथा प्रसिद्धः जातः सः. अस्तु, अग्रे निहारिका भगिनी पठतु अग्रे सूक्तिः. महोदय, महोदय, एकः प्रश्नः अत्र गच्छता कालेन, अत्र गच्छता तृतीया भवति खलु? सत्यं सत्यं. कथमिति गच्छता कालेन, कालः कालेन तृतीया अस्ति. कालेन शब्दस्य विशेषणम् अत्र गच्छता. सत्यं, गच्छता इति प्रायः वयं न अधीतवन्तः तावता. अत्र शत्रन्तपदमस्ति, शत्रन्तपदमस्ति नाम बालकः गच्छन् अस्ति इति तादृशरूपमस्ति. गच्छन् इति श्रुतवन्तः वा सर्वे मध्ये मध्ये? अस्तु, तर्हि तस्य प्रातिपदिकं किमिति चेत् गच्छत्. गच्छत् तकारान्तशब्दः अस्ति. गच्छत् इति तकारान्तशत्रान्तरूपमस्ति. गच्छन् कालः इति अस्ति प्रथमाविभक्तौ. अनन्तरं गच्छता कालेन इति अतीव सामान्य अभिव्यक्तिः अस्ति संस्कृते. अतीव सामान्य अभिव्यक्तिः अस्ति गच्छता कालेन सर्वे सुखेन जीवितवन्तः. महोदय, गच्छत् भवत् शब्द तादृशी अस्ति. सत्यं सत्यं, मरुत् शब्दवत् मरुत् शब्द. अस्तु अस्तु, निहारिका भगिनी सूक्तिः. सूक्तिः अस्ति, सोत्साहानां नास्त्या साध्यं नराणाम्. अवगच्छति वा? किञ्चित्. सोत्साहानां न असत्य नास्ति असाध्यम्. नास्ति असाध्यं नराणां. नराणाम् इति नरः शब्दस्य सप्तमी विभक्ति बहुवचनं. सप्तमी न, षष्टि. नराणां नास्ति असाध्यं सोत्साहानां. सोत्साहानां तस्य शब्दस्य अर्थः न जानामि. उत्साहशब्दं जानाति वा? उत्साहः उत्साहः न जानाति वा? जानाति. उत्साहशब्दं जानाति चेत् तत्र स उत्साहः सोत्साहः. स अत्र बहुव्रीहिसमासः अस्ति. सः उत्साहः उत्साहेन सह इति सोत्साहः. उत्साहः यस्य सः, स उत्साहः सोत्साहः. सोत्साहः नरः. षष्ठी बहुवचने अत्र सोत्साहानामिति नरशब्द नराणामिति शब्दस्य विशेषणमस्ति. सोत्साहानां नराणाम्. अवगच्छति वा? नाम सर्वम् अस्मिन् निर्भरं करोति, नाम अवलम्बं करोति यत् उत्साहशब्दं जानाति वा. जानाति तर्हि स्पष्टं स्यात्. यः यः यस्य मनसि उत्साहः अस्ति सः सोत्साहः. सोत्साहानां नराणां नास्ति असाध्यम् इत्युक्ते नाम इत्युक्ते यः यः मन यस्य मनसि यः यस्य मनः सकारात्मकमस्ति, यस्य मनसि उत्साहः अस्ति, तस्य कृते जीवने किमपि असाध्यं नास्ति, सर्वं कर्तुं शक्यते तेन. नाम तस्य मनसि अहं कर्तुं न शक्नोमि इति वाक्यं न भवति. सर्वं कर्तुं शक्नोमि, असाध्यं किमपि नास्ति. अवगच्छति वा? ओके, स्पष्टं स्यात्. सोत्साहानां नराणां नास्ति असाध्यम् इति सूक्तिः. असाध्यं नाम किमपि अस्ति यत् वयं कर्तुं न शक्नुमः, तथा किमपि नास्ति यत् वयं कर्तुं न शक्नुमः, सर्वं कर्तुं शक्नुमः. अग्रे सरेम. अस्तु, यः व्यासः अस्ति सुलभः स्यात्. एतत् अत्र कोष्टकानां तत्र पठनस्य आवश्यकता न स्यात्, यतोहि शब्दान् वयम् अधीतवन्तः. अग्रे प्रथमव्यासः अस्ति मेसचुसेट्स् सुब्रह्मण्यं महोदय. तत्र अग्रे महोदय पथिं तस्य शब्दस्य प्रथमाविभक्तिरूपम् अहं न जानामि. कः शब्दः? पथिन् नकारान्तः. पथिन् ओ पथेन पथेन इति असामान्यशब्दः. तत्र पथेन इति शब्दः अत्र न स्यात्, न स्थापनीयमासीत्, यतोहि असामान्यशब्दः अस्ति. अत्र अहम् अवधानमेव न ददामि, यतो असामान्यशब्दः अस्ति. पथेन इति अनन्तरं शब्दरूपाणि पश्यामि. अत्र साधारणशब्दानाम् अध्ययनं भवेत्, न तु असाधारणशब्दानां. पथेन इति असाधारणनकारणशब्दः अस्ति. अनन्तरं पश्यामि. नाम अस्माकं मनसि सर्वाणि रूपाणि भवेयुः साधारणशब्दानाम्, अनन्तरम् अभ्यासेन असाधारणशब्दानामपि भवति, किन्तु अत्र इदानीं मास्तु. अग्रे पश्यामि. अग्रे महोदय एकविंशतिः पृष्ठे खलु महोदयोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणार्थं धीमन्तं, प्रातिपदिकं धीमत्, शब्दः द्वितीया विभक्तिः एकवचनम्. विद्वांसं, प्रातिपदिकं विद्वस्, शब्दः द्वितीया विभक्तिः एकवचनम्. अग्रे बुद्धिमतः, बुद्धिमतः प्रातिपदिकं बुद्धिमान्, बुद्धिमत् बुद्धिमतः प्रथमा विभक्ति बहुवचनम्. प्रथमा विभक्ति बहुवचनम् इति इति नास्ति. न न न महोदय, बुद्धिमान् बुद्धिमतौ बुद्धिमत न प्रथमा विभक्ति बहुवचनं बुद्धिमतः. भवानेव वदतु एकवचने किमस्ति. बुद्धिमान् बुद्धिमत् बुद्धिमत् बुद्धिमतौ बुद्धिमतः. न भवत् इति शब्दं वदतु. भवन्तौ सम्यक् एव महोदय. बुद्धिमतः द्वितीया विभक्ति बहुवचनम् अथवा पञ्चमी षष्टि एकवचनम्. हा तथा अस्ति, समीचीनमस्ति. बुद्धिमान् यथा भवान् बुद्धिमान् बुद्धिमन्तौ बुद्धिमन्तः बुद्धिमन्तं बुद्धिमन्तौ बुद्धिमतः अङ्कनं तथैव भवति पञ्चमी षष्टि च एकवचने. समीचीनम्, अग्रे सरेम. अत्र अत्र पद्मा भगिनी वदतु. ज्ञानिनौ ज्ञानिन् प्रातिपदिकं ज्ञानिनौ द्वितीयविभक्ति द्विवचनं अथवा प्रथमाविभक्ति द्विवचनं. हा बहु सम्यक् अस्ति. अस्तु अग्रे सहदेव महोदय, सहदेव महोदय वदति वा अग्रे सुहृद्भिः. आं सुहृद्भिः प्रातपदिकं सुहृत् विभक्तिः तृतीयविभक्तिः. हा वचनं वचनं बहुवचनं. बहु सम्यक् अस्ति. अग्रिमं करोतु महोदय. विपदे विपदे प्रातपदिकं विपद् विभक्तिः तृतीयविभक्ति. तृतीयेन चिन्तयतु विपदे. सन्ध्या भगिनी सायं करोतु. सन्ध्या भगिनी अस्ति वा? ओ सारि. चतुर्थी विभक्ति एकवचनं. समीचीनमस्ति. चतुर्थी ए सहदेव महोदय तत्र ए अस्ति खलु, सर्वत्र ए अस्ति, तत्र चतुर्थी भवते सरिते विपदे मनसि मनसि सर्वत्र चतुर्थी एकवचने. अस्तु सन्ध्या भगिनी अग्रे. जल जलमुभ्यां. न न जल मुग मुगभ्यां. जलमुगभ्यां द्वितीयवचन द्विवचनं ओ प्रातिपदिकम् अहं जानामि कुत्र ककारः भवति. यदि गा अस्ति ओ सकारः न कुत्र विभक्ति विभक्तिरूपाणां मध्ये कुत्र गकारः आयाति, यस्य प्रातिपदिकस्य अन्तिमवर्णः कः? वयं कुत्र दृष्टवन्तः गकारः? सकारः नास्ति. सकारः सकारः इति वदति वा? आम् न सकारस्य तत्र गकारः कुत्र भवति? कस्य शब्दस्य गकारः भवति प्रातिपदिकस्य अन्ते सकारः अस्ति चेत्? भवति वदतु. ककारः तु न भवति. सकारः अस्ति चेत् तत्र ओ भवति, रेफः भवति अप्सरोभ्यां मनस् मनोभिः. तत्र कस्य शब्दस्य सहायं कोऽपि करोति वा? चकारः अथवा ककारः यथा तत्र जकारः इति शब्दः अस्ति. वनिज् वनिग्भ्यां वनिग्भ्याम् अपि च वाच् वाग्भ्यां वाग्भ्यां खलु. अस्तु वस्तुतः अत्र चकारः अन्ते अस्ति जलमुच् जलमुच् अस्तु सन्ध्या भगिनी वदतु तत्र विभक्तिः का जलमुच् द्विवचनं तृतीया चतुर्थी अथवा पञ्चमी विभक्ति हा सत्यमस्ति अस्तु अग्रे विजिनसुब्रह्मण्यं महोदय तत्र अग्रे मनसा प्रातिपदिकं मनस् द्वितीय एकवचनं तृतीय एकवचनं मनसा अग्रे वपुर्भ्यः प्रातिपदिकं वपुष् तृतीय बहुवचनं तृतीय बहुवचनम् अस्ति वा चतुर्थी पञ्चमी खलु चतुर्थीय पञ्चमी एकवचनम् अस्तु समीचीनम् अग्रे करोतु एकवचनं वा किं वचनं बहुवचनं पद्मा भगिनी भवत्याः नाम किं पद्मा अस्तु इदानीं करोति सुब्रह्मण्यवर्धन भवान् एव अग्रे सुब्रह्मण्यवर्धन अग्रे धनुषि प्रातिपदिकं धनुष् तृतीय द्विवचनं द्विवचनं केवलं द्वितीय एकवचनम् एकवचनं किमस्ति चिन्तयतु प्रथमाविभक्ति द्विवचनं अथवा द्वितीयविभक्ति द्विवचनम् अस्तु समीचीनमस्ति ओके अग्रे अपद्माभगिनी अग्रे वदतु कर्मणा कर्मण् प्रातिपदिकं कर्मणा तृतीया विभक्ति एकवचनम् अस्तु समीचीनम् अस्तु इदानीं मेसचूसेट्स् सुब्रह्मण्यं वदन्तु भवतः सर्वप्रियशब्दः यशसे पन्थानां करोमि महोदय पन्थानं पन्थानम् एतनिषं महोदय पथिन् प्रातिपदिकमस्ति पन्थानं द्वितीया विभक्ति एकवचनं यशसे यशसे प्रातिपदिकमस्ति यशस् यशसे चतुर्थी एकवचनं महोदय अस्तु समीचीनमस्ति अग्रे श्रीनिवासमहोदय अग्रे स्वरूप महोदय अहं गन्तुम् आवश्यकम् ओके गच्छतु भगिनि हा मार्च् मासे मिलामः तर्हि आं धन्यवादः ओके नमस्कारः आवरणे रिक्तस्थानानि पूरयत ततः तान् शब्दान् एकवचन द्विवचन बहुवचनक्रमेण लिखत प्रातिपदिकम् एकवचनं द्विवचनं द्विवचनं बहुवचनम् उदाहरणं परिषद् परिषदं परिषदौ परिषदः परिषदौ परिषदः परिषद आपद् प्रातिपदिकम् आपद् दत्तवान् आपदा आपदा आपदा तृतीया एकवचनं आपद्भ्याम् आपद्भिः कर्मन् दत्तवान् कर्म कर्म तस्य वचनं बहुवचनम् इति अस्ति नास्ति. कर्म इति कुत्र भवति? ओ कर्म कर्मणि कर्माणि. किं कारणेन तृतीयं रिक्तस्थाने दत्तवान्? किमपि नास्ति, समीचीनं नास्ति. तेषां किं वदामः, बद्मासि ज्ञानिन् ज्ञानिन् अज्ञानिने चतुर्थी इति चिन्तवान्. वचनं एकवचनं ज्ञानिने ज्ञानिभ्यां ज्ञानिभ्यः. अस्तु, समीचीनम्. अग्रे विजयसुब्रह्मण्यमहोदय. अग्रे महोदय, विद्युत तृतीया प्रथमा विद्युद्भ्यां विद्युद्भिः. अग्रे अग्रे चक्षुषा चक्षुर्भ्यां चक्षुर्भिः. ओके, तृतीया इति अस्ति. अस्तु, निहारिका भगिनी अग्रे. श्रोतसा श्रोतर्भ्यां श्रोतर्भिः. चिन्तयतु भगिनि, तत्र सकारान्त, यत्र सकारान्तपदमस्ति तत्र कथं भवति? अस्य अस्माकं करपत्रे उदाहरणं किम्? अप्सरस् इति अस्ति, अथवा मनस्, द्वयमपि समानमस्ति तृतीय अभिव्यक्तौ. पुनः वदतु स्पष्टतया. हा, प्रायः तथा स्यात्. पुनः वदतु. श्रोतसा श्रोतोभ्यां श्रोतोभिः. हा, इति अस्ति. हा, ओकारः अस्ति, रेफा नास्ति. अस्तु, अग्रे. नाम्ने चतुर्थी विभक्ति. नामन् शब्दः यथा गुणिन् यथा गुणिन् इति नास्ति. नास्ति आत्मा. लिङ्गं किं? लिङ्गं किम्? पुल्लिङ्गं करपत्रे अस्ति. न, करपत्रं नास्ति, करपत्रे नास्ति. किन्तु अस्तु, कर्मशब्दवात् अस्ति. ओ तर्हि नाम्ने कर्मणे कर्मभ्यां कर्मे कर्मभ्यः नाम्ने नामभ्यः. तथा अस्ति, सम्यक्. अस्तु, अग्रे मेसचुसेट्स् सुब्रह्मण्यं महोदय तत्र. आं महोदय, शाखिभिः तृतीय बहुवचनं शाखिभिः तृतीया बहुवचनं शाखिना शाखिभ्यां शाखिभिः. योगिनः प्रथम बहुवचनं योगिनः द्वितीया बहुवचनमपि योगिनं योगिनौ योगिनः. सत्यं समीचीनम्. अस्तु, अग्रे पद्माभगिनी. अग्रे जगत् जगन्ति बहुवचनं प्रथमाविभक्ति. जगत् जगति जगन्ति. द्वितीयाविभक्तिः अपि अस्ति खलु? हा, द्वितीयाविभक्तिः अपि. अग्रे सरस् सरांसि तृतीयविभक्ति त्रीलिङ्गं बहुवचने सरि का विभक्तिः अस्ति? किमुक्तवती पुनः? सरांसि समीचीनमेव. पुनः द्वितीया अस्ति, द्वितीया च लिङ्गं किं? लिङ्गं स्त्रीलिङ्गं. स्त्रीलिङ्गम् एवं वा? चिन्तयतु, करपत्रे कीदृश एतादृशरूपं भवति वा स्त्रीलिङ्गे? सकारान्तशब्दः स्त्रीलिङ्गे किम्? अप्सरास्, अप्सरास् इति अस्य वदतु. अप्सरास् अत्र आंसि इति न भवति खलु? तत्र आंसि कुत्र भवति? सकारान्त नपुंसकलिङ्गे शब्दः वदतु. सरांसि एकवचने किमस्ति? सरसः. सरसः इति न मनस् कथं भवति? यथा मनः सरः सरः सरसि सरांसि. समीचीनम्, अस्तु. अन्ते श्रीनिवासमहोदय अन्तिमं करोतु. आशिषे आशिष् आशीर्भ्यः आशिषे आशीर्भ्याम् आशीर्भ्यः चतुर्थी आशिषे आशीर्भ्याम् आशीर्भ्यः आशिषा आशीर्भ्यः इति का विभक्तिः? चतुर्थी अथवा चतुर्थी? चतुर्थी अथवा पञ्चमी? पञ्चमी चेत्? पञ्चमी चेत् आशिषः आशिषः आशीर्भ्याम् आशीर्भ्यः. समीचीनमस्ति, अस्तु. बहु सम्यक् अस्ति, अस्माकं प्रचुराभ्यासः जातः, पाठः समाप्तः. तत्र अग्रे गत्वा वयं समापयिष्यामः. किन्तु हलन्तशब्दानां ज्ञानं प्रायः जातः अस्माकं. बहु समीचीनमस्ति. मार्च् मासे अग्रे सरेम. इदानीं प्रथमदिना जान्वरि मासस्य प्रथमदिनाङ्के अहम् इतः गच्छामि भारतदेशं. मार्च् मासस्य त्रयोदशदिनाङ्कपर्यन्तं तत्र स्थास्यामि. अतः संस्कृताध्ययनमपि च योगाध्ययनम् इत्यादिकं तत्र शास्त्राध्ययनं भविष्यति मम. प्रत्यागत्य इतः अग्रे सरेम. समीचीनं वा? धन्यवादः महोदय. शुभयात्रा महोदय. अस्तु अस्तु, धन्यवादाः. धन्यवादः. नमस्कारः. धन्यवादः महोदय. नूतनवान्